गुरुदेवो महेश्वरेन्द्रो साक्षात् सर्वं तस्मै श्रीगुरुवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये वैलक्षण्यम् अस्ति न वा इति किन्तु तस्य प्रश्नस्य उत्तरार्थं तत्र एकं करपत्रं रचितं स्वरूपमहोदयेन तस्य करपत्रस्य पठनं वयं कुर्वन्तः स्मः तत्र बहु किमपि पठितवन्तः किञ्चित् एव विशिष्यते तदनन्तरं वयम् अद्य समापयित्वा तत्र समाप्य अग्रे तत्र विद्याधर्यां पुनः तत्र विषयस्य पठनं कुर्मः अस्तु तर्हि एतावत् तत्र वयं किं कृतवन्तः इत्युक्ते तत्र संयोगः कयोः द्रव्ययोः मध्ये भवति इति विचारे तत्र यत्र द्रव्यद्वयमस्ति प्रत्येकद्रव्यस्य आश्रयः तर्हि आश्रयद्वयमस्ति अपि आश्रयद्वयं यदि पृथक् अस्ति नाम समानं नास्ति तदा संयोगः भवति इति उत्तरम् आसीत् नाम तत्र पुस्तकहस्तयोः संयोगः जायते यतोहि पुस्तकस्य आश्रयः अपि हस्तस्य आश्रयः तत्र भिन्नः तत्र पुस्तकस्य आश्रयः अपि हस्तस्य आश्रयः तत्र मध्ये न कोऽपि समानः इति कृत्वा तत्र तयोः मध्ये संयोगः जायते अपि घटकपालयोः यत्र कपालः एव घटस्य अवयवः अस्ति तत्र यद्यपि घटस्य अवयवः घटस्य आश्रयः कपालः कपालस्य पुनः आश्रयः कपालिका इति अस्ति किन्तु तत्र परम्परया यदि द्रक्ष्यामः तर्हि वयं जानीमः तत्र कपालिका घटस्य अपि आश्रयः अपि कपालस्य अपि आश्रयः भवति इति कृत्वा तत्र संयोगः न जायते इति तदनन्तरं तत्र परम्परया यदि आश्रयस्य विषये चर्चयामः तर्हि तत्र समस्या भवति न वा इति नाम परमाणुपर्यन्तं यदि गच्छामः तर्हि स्थितिः का इति तस्मिन् विषये दीर्घा चर्चा जाता किन्तु न तत्र समस्या नास्ति इति एव तत्र समाधानं तर्हि इदानीम् अग्रे सरामः तत्र एतावत् वयं पठितवन्तः इति अतः तत्र अन्ते इदमपि वक्तव्यम् इति आरभ्य तदनन्तरं तत्र पठामः तर्हि तत्र नूतनतया तत्र चन्द्रमती भगिनी नमस्कारः नमस्कारः नमस्कारः भगिनी नीता भगिनी नमस्कारः नमस्कारः नमस्कारः अस्तु तर्हि आरम्भं कुर्मः तर्हि तत्र आम् मृणालिनी भगिनी तत्र आरम्भं करोति वा अन्ते इदमपि वक्तव्यम् इति ततः आरभ्य नास्ति वा अस्तु तर्हि योगेन्द्रमहोदय भवान् आरम्भं करोति वा अन्ते इदमपि वक्तव्यम् यत् न्यायशास्त्रे पार्थिवपरमाणवः जलीयपरमाणवः तेजसपरमाणवः वायवीयपरमाणवः च एते चत्वारः परस्परं नित्यं भिन्नाः पार्थिवपरमाणुभिः पार्थिवपदार्थाः उत्पद्यन्ते जलीयपरमाणुभिः महत् जलम् उत्पद्यते तत्र पार्थिवपदार्थानां कारणानि पार्थिवपरमाणुः जलीयपदार्थानां कारणानि जलीयपरमाणवः च एते भिन्नश्रेण्यां स्थिताः परमाणवः नित्यं भिन्नाः सो इदानीं अन्ततो गत्वा इति वक्तुं शक्नुमः, पार्थिवपरमाणवः, जलीयपरमाणवः, तेजस् परमाणवः, वायुवेपरमाणवः च एते चत्वारः भिन्नाः परमाणुः अस्ति, परस्परभिन्ना भिन्नता अस्ति तेभ्यः. पार्थिवपरमाणुभिः पार्थिवपदार्थाः उत्पन्नाः भवन्ति. भिन्नाः इत्युक्ते अत्र अर्थः कः महोदय, किञ्चित् वदतु. भिन्नः इत्युक्ते पार्थिवपरमाणुतः पार्थिवपदार्थाः उत्पद्यन्ते. जलीयपरमाणु न न न प्रथमवाक्ये किम् अस्ति इति किञ्चित् वदतु महोदय. एते चत्वारः परस्परं नित्यं भिन्नः इत्युक्ते पार्थिवपरमाणुतः पार्थिवपदार्थाः उत्पद्यन्ते. जलीयपरमाणुतः महोदय भिन्नाः इति अस्ति, भिन्नाः इति पदस्य किञ्चित् विवरणं, भिन्नाः नाम किम्? भिन्नाः नाम तत् एव प्रायः अग्रिमवाक्ये दत्तमस्ति. भिन्नाः नाम भिन्नाः नाम तत्र पार्थिव तत्र चत्वारः कः अत्र? पार्थिवः, जलीयः, तेजसः, वायवीयः. किं वायवीयः परमाणवः खलु? तर्हि पार्थिवपरमाणु अपि कोऽपि परमाणु अस्ति, परमाणु अस्ति इति चिन्तयतु. परमाणु अत्र अस्ति, न द्रष्टुं शक्नुमः किन्तु द्रष्टुं शक्नुमः इति चिन्तयतु. अस्माकं पुरतः परमाणु अस्ति, सः कीदृशः परमाणु इत्युक्ते तत्र उत्तरं किं भवति इति अत्र अत्र लिखितमस्ति. भिन्न भिन्नः अस्ति न नाम परमाणु तत्र पार्थिवपरमाणु भवितुम् अर्हति खलु? आम् अथवा अन्यत् किम्? अस्माकं पुरतः परमाणु अस्ति, तर्हि कीदृशः इत्युक्ते पार्थिवपरमाणु भवितुम् अर्हति, अथवा जलीयपरमाणु अथवा तेजपरमाणु अथवा तेजसः अथवा वायवीयः खलु? किन्तु यदि स एषः परमाणुः वायवीयः अस्ति तर्हि एषः पार्थिवः भवितुम् अर्हति वा? न, पार्थिवपरमाणु कदापि जलीयपरमाणु न भवति खलु? न भवति. जलीयपरमाणु कदापि वायवीयपरमाणु न भवति. वायवीयपरमाणु न भवति. अपि परमाणु नित्यः खलु, नित्यपदार्थः न्यायशास्त्रे. तर्हि पार्थिवपरमाणु अस्ति चेत् अपि जलीयपरमाणु अस्ति चेत् तत्र द्वौ परमाणौ तत्र अपि द्वौ परमाणु अपि भिन्नौ खलु? परन्तु वयम् उपरितने भागे पठितवन्तः परमाणवः मध्ये कोऽपि भेदः न अस्ति. परमाणुतः पार्थिवपदार्थः कीदृशं भवति इति तु ईश्वर इच्छया भवति प्रायः इति वयं पठितवन्तः. तदस्ति तदस्ति महोदय, किन्तु किन्तु तद् अतः एव अहं पृष्टवान् तत्र भिन्नाः नाम किम् इति. नाम तत्र परमाणुभिः भिन्नाः पदार्थाः उत्पद्यन्ते इति नास्ति, नाम परमाणुवेव भिन्नः, पार्थिवपरमाणु अपि जलीयपरमाणु भिन्नः. तत्र पार्थिवपरमाणुः जलीयपरमाणुः नास्ति, ये तत्र पार्थिवपरमाणु परमाणवः अनेकान् अनेकाः सन्ति चेत् तैः घटस्य उत्पादनमपि भवितुम् अर्हति, पटस्य उत्पादनमपि भवितुम् अर्हति ईश्वरेच्छया. आम् तद्भिन्न जलस्य उत्पादनं भवितुं नाम न जलस्य जलीय तत्र एव तत्र जलीयपरमाणवः भिन्नाः जलीय तत्र तेन अथवा तैः किम् उत्पद्यते इति अपि वार्ता अस्ति, किन्तु भिन्नाः इत्युक्ते पार्थिवपरमाणु अन्यः पार्थिवपरमाणुः तयोः मध्ये भेदः अस्ति, यतोहि विशेषः इति पदार्थः वर्तते खलु. अस्तु हा नाम एकः परमाणुः अन्यः परमाणुः अस्ति चेत् तत्र समानः एकः एव परमाणुः इति न वक्तुं शक्नुमः, तत्र परमाणुद्वौ स्तः अत्र, यतोहि प्रत्येकस्मिन् परमाणौ विशेषः इति पदार्थः अस्ति. तर्हि परस्पर भेदः अपि अस्ति, पार्थिवपरमाणुषु अपि भेदः वर्तते, पार्थिवपरमाणु अपि वायवीयपरमाणु अपि तयोः मध्ये भेदः वर्तते, अतः भिन्नाः परस्पर भिन्नाः, अतः एव तत्र चत्वारः परस्परं नित्यं भिन्नाः, जलीयपरमाणु पार्थिवपरमाणु परस्परं भिन्नौ. अस्तु अग्रे पार्थिवपरमाणुभिः पार्थिवपदार्थाः उत्पद्यन्ते, जलीयपरमाणुभिः महत् जलम् उत्पद्यते. तत्र पार्थिवपदार्थानां कारणानि पार्थिवपरमाणवः, जलीयपदार्थानां कारणानि जलीयपरमाणवः च. एते भिन्नश्रेण्यां स्थिताः परमाणुः नित्यं भिन्नाः. इदानीं समीचीनं वा महोदय? इदानीं समीचीनं, परन्तु प्रायः उपरितन लिखितु परमाणवः सर्वे परमाणवः समानः एव, परमाणतः नाम सर्वे परमाणवः समानाः इति नाम तत्र परमाणुत्वम् इति जातिः अस्ति महोदय तेषु. किन्तु परमाणुत्वम् इति जातिः अस्ति, किन्तु तेषां तत्र चतुर्विध्यमपि अस्ति खलु, नाम तत्र परमाणु पार्थिव भवितुमर्हति, जलीय भवितुम् अर्हति, अपि पार्थिव अस्ति चेत् सः कदापि जलीय न भवितुम् अर्हति, तदपि अस्ति. अस्तु आम् अस्तु अपि भिन्नश्रेण्यां स्थिताः नाम तत्र भिन्नश्रेण्यं नाम तत्र अस्माकं लोके तत्र यद् दृश्यते तादृशश्रेण्यां परमाणवः न सन्ति खलु, तत्र दृष्ट्वा एषः परमाणुः अन्यात् भिन्नः इति न वक्तुं शक्नुमः, यतोहि तत्र दृष्ट्वा न वक्तुं शक्नुमः. अतः भिन्नश्रेण्यां वर्तन्ते. विमला भगिनी प्रश्नः. धन्यवादः महोदय. भिन्नत्वम् इत्युक्ते अन्योन्यभावः खलु? हा सत्यं भगिनि, हा इति तत्र हा भिन्नः नाम सत्यं, हा एषः नाम जलीय सत्यं भगिनि, नाम जलीयपरमाणु पार्थिवपरमाणु न इति अर्थे. भिन्नः इति सः एव. अस्तु धन्यवादः. अस्तु अग्रे सरामः तर्हि. अस्तु अग्रे तत्र नीता भगिनी अग्रे पठति वा? तथा च पार्थिवपरमाणुषु रूपं रसः गन्धः स्पर्शः इत्येते गुणाः सन्ति, ते च न उद्भूताः इत्यस्मात् न गृह्यन्ते अस्माभिः. तथैव जलीयपरमाणुषु रूपं रसः स्पर्शश्च इत्येते गुणाः भवन्ति तेजसः परमाणुषु रूपं स्पर्शश्च भवतः वायौ स्पर्शः इति गुणः वर्तते अतः कस्यचित् पार्थिवपरमाणोः रक्तरूपं कस्यचित् श्वेतरूपं कस्यचित् च कृष्णरूपं सर्वेषु पार्थिवपरमाणुषु रूपं पाकवशात् उत्पद्यते नश्यति च अतः एतदाधारेण अपि पार्थिवपरमाणवः विद्यन्ते एकस्य परमाणोः एकः गन्धः अपरस्य पुनः अन्यः गन्धः परमाणवः द्रव्याणि तस्मात् तेषु गुणाः भिन्न भवन्ति एव गन्धवती पृथ्वी इति अस्ति किल पार्थिवपरमाणुः अपि पृथिवी पूर्वस्मिन् परिच्छेदे यत् वयं दृष्टवन्तः वायवः एकदेशं पार्थिवपरमाणवः जलीयपरमाणवः तेजसपरमाणवः वायवीयपरमाणवः परस्परं नित्यं भिन्नाः इति तेषां भिन्नश्रेण्यः सन्ति इति तदनुसारेण पार्थिवपरमाणुषु के गुणाः सन्ति रूपं रसः गन्धः गन्धः अस्ति स्पर्शः इति अस्ति एते गुणाः पार्थिवपरमाणुषु सन्ति ते च न उद्भूताः इत्यस्मात् न गृह्यन्ते अस्माभिः ते च न उद्भूताः इत्यस्मात् न गृह्यन्ते अस्माभिः एतत् न अवगतम् आचार्य तर्हि तत्र ते इत्युक्ते गुणाः गुणाः ये गुणाः पार्थिवपरमाणुषु सन्ति नाम पार्थिवपरमाणु इति कृत्वा तत्र पृथिव्यां तत्र रूपम् अस्ति रसः अस्ति गन्धः अस्ति स्पर्शः अपि अस्ति खलु अतः तत्र एते गुणाः तत्र पार्थिवपरमाणुषु अपि सन्ति किन्तु ते न उद्भूताः उद्भूताः नाम तत्र अस्माकं प्रत्यक्षज्ञानं तेषां न भवति पूर्वं वयं दृष्टवन्तः खलु उद्भूतरूपम् इति अस्तु अस्तु अनुमानेन रूपम् अस्ति तत्र रूपम् उद्भूताः न सन्ति इति कृत्वा वदतु अनुमानेन सिद्ध्य रूपं तु दृश्यते परन्तु अन्येषां कृते प्रत्यक्षरूपं अस्माकं कृते प्रत्यक्षज्ञानं न भवति अस्माभिः नाम अतः तत्र इन्द्रियैः तस्य ज्ञानं न भवति अतः तत्र इत्यस्मात् न गृह्यन्ते अस्माभिः तस्य न गृह्यन्ते नाम गृह्यन्ते नाम तस्य ज्ञानं नाम रूपम् अस्ति नाम पार्थिवपरमाणु अस्ति पार्थिवपरमाणु अस्ति इति अपि वयं तस्य ज्ञानं प्रत्यक्षज्ञानं नास्ति अनुमानेन एव पार्थिवपरमाणवः सन्ति इति तज्ज्ञानं प्राप्तं तथैव अनुमानेन एव तत्र पार्थिवपरमाणुषु रूपं रसः गन्धः स्पर्शः अस्ति इति अपि अनुमानेन एव तत्र साक्षात् ज्ञानं प्रत्यक्षज्ञानं नास्ति उद्भूतरूपं नास्ति तेषां तत्र पार्थिवपरमाणु तत्र महत्परिमाणं परममहत्परिमाणमपि परमाणुरू तत्र सूक्ष्मरूप तत्र परिमाणस्य विषये अपि वयम् उक्तवन्तः खलु तत्र त्रैविध्यम् आसीत् तत्र केवलं मध्यमपरिमाणमस्ति चेत् एव तत्र तस्य प्रत्यक्षज्ञानं भवितुम् अर्हति इति अतः तत्र एते सन्ति किन्तु प्रत्यक्षज्ञानं तेषां नास्ति न गृह्यते इत्युक्ते प्रत्यक्षज्ञाने प्रत्यक्षज्ञानस्य विषये तत् न अस्माभिः न गृह्यन्ते नाम ज्ञानमित्युक्ते किं तत्र इन्द्रियेण सह इन्द्रियैः गृह्यते चेत् तत्र एव तदा एव तत्र ज्ञानम् उत्पद्यते अनन्तरं जलीयपरमाणुषु विषये तत्र के गुणाः सन्ति जलीयपरमाणुषु इति दत्तमस्ति. तत्र रूपमस्ति, रसः अस्ति, स्पर्शः अस्ति जलीयपरमाणुषु. तथैव तेजसः परमाणुषु रूपमस्ति, स्पर्शः रूपस्पर्शः भवतः इति दत्तमस्ति. वायौ वायवीयपरमाणुषु तत्र स्पर्श इति एव गुणः वर्तते इति दत्तमस्ति. अनन्तरं अतः इदानीम् एतावत् तर्हि यत् एतेन वाक्येन वयं किम् अवगच्छामः, तत्र पार्थिवपरमाणु कदापि जलीयपरमाणु तत्र जल तत्र तत्र जलीयपरमाणु नास्ति, कदापि नास्ति खलु, यतोहि पार्थिवपरमाणु अस्ति चेत् तत्र अस्माकं पुरतः कोऽपि परमाणु अस्ति चेत् तस्मिन् परमाणौ तत्र केवलं स्पर्शः अस्ति, किन्तु गन्धः नास्ति, रूपं नास्ति, रसः नास्ति, केवलं स्पर्शः अस्ति चेत् कीदृशः परमाणु सः? केवलं स्पर्श अस्ति चेत् तत् वायौ इति वायवीयपरमाणु अस्ति, किन्तु पार्थिवपरमाणु पार्थिवपरमाणु अस्ति चेत् तत्र रूपमपि अस्ति, रसः अपि अस्ति, गन्धः अपि अस्ति, स्पर्शः अपि अस्ति, अतः तत्र पार्थिवपरमाणु अपि जलीयपरमाणु तत्र तयोः मध्ये भेदः वर्तते. तत्र पार्थिवपरमाणु चत्वारः परस्परं भिन्नाः एव सन्ति येषां, अतः पार्थिवपरमाणु अपि जलीयपरमाणु समानं नास्ति. एकस्मिन् चत्वारः गुणाः सन्ति, नाम गन्धः इति गुणः पार्थिवपरमाणुषु वर्तते, किन्तु सः गन्धः जलीयपरमाणुषु न वर्तते. अस्य आधारेण वयं तत्र भेदः अस्ति इति वक्तुं शक्नुमः. अतः कस्यचित् पार्थिवपरमाणोः कस्यचित् पार्थिवपरमाणोः रक्तरूपं, कस्यचित् श्वेतरूपं, कस्यचित् च कृष्णरूपं. तत्र रूपः रूपं दृष्ट्या रूपम् इति आधारेण रूपमिति गुणः तस्य आधारेण पार्थिवपरमाणोः अपि भिन्नभिन्नरूपं, रक्तरूपं वा श्वेतरूपं वा कृष्णरूपं वा अन्यत् कोऽपि रूपं भवितुम् अर्हति इति दत्तमस्ति. सर्वेषु पार्थिवपरमाणुषु रूपं पाकवशात् उत्पद्यते, नश्यति च. पाकवशात् इत्युक्ते अत्र प्रक्रियायाः आधारेण पाकः नाम तत्र तेजसः संयोगेन पाकवशात् नाम तत्र तेजसंयोगेन तत्र रूपं रूपस्य परिवर्तनं भवति, रूपपरिवर्तनं भवति पार्थिवपरमाणे पार्थिवपरमाणव तेजसः संयोगेन. अतः एतद् आधारेण अपि पार्थिवपरमाणवः भिद्यन्ते. पार्थिवपरमाणुषु भेदः कीदृशः तत्र दत्तमस्ति. तेषां रूपम् इति गुण तेन आधारेण अपि परमाणवः भिद्यन्ते. तथैव तेजसः संयोगेन प्रक्रियायां पाकवशात् अपि पाकप्रक्रियायां तेजससंयोगेन यत् सिद्ध्यति तेन अपि परमाणुषु रूपम् उत्पन्नं भवितुमर्हति. रूपस्य नाशनं, रूपस्य परिवर्तनमपि भवितुमर्हति इति दत्तमस्ति. एवं पार्थिवपरमाणवः अपि भिन्नाः इति एकस्य परमाणोः एकः गन्ध, अपरस्य पुनः अन्यः गन्ध. गन्ध इति आधारेण अपि यथा रूपम् आधारेण अपि भिन्नाः रूपाः भवितुमर्हति, तथैव गन्ध इति आधारेण अपि गन्ध इति गुण तस्य आधारेण अपि गन्धत्वे अपि भिन्नता भवितुम् अर्हति. एकः गन्धः अपरस्य भिन्नः गन्धः भवति. परमाणवः द्रव्याणि, तस्मात् तेषु गुणाः भवन्ति एव. द्रव्यम् इति अस्ति, परमाणवः द्रव्यमस्ति, अतः द्रव्येषु गुणाः भिन्नाः भवन्ति इति. नाम परमाणवः अत्र नाम पार्थिवः वा जलीयः वा यः कोऽपि परमाणु भवतु द्रव्यस्य एव परमाणु अस्ति खलु खलु तत्र पदार्थेषु तत्र द्रव्यमिति पदार्थ यः अस्ति तत्र एव तत्र परमाणवः सन्ति खलु तत्र परमाणु सर्वदा द्रव्यमेव तर्हि द्रव्यं गुणस्य आधारः गुणं तत्र भवति एव पार्थिव वा तत्र अतः तत्र गुणाः भवन्ति एव इति लिखितं गन्धवतीपृथ्वी इति अस्ति किल पार्थिवपरमाणुः अपि पृथ्वी तद् गन्धवती पृथ्वी इति लक्षणवाक्यं वयं पठितवन्तः तथैव पार्थिवपरमाणु पृथ्वीतत्त्वं तत्र अस्ति अतः पार्थिवपरमाणुः अपि पृथ्वी इति तर्हि पार्थिवपरमाणुषु कः गुणः भवति गन्धः इति गुणः हा गन्धः इति गुणः तत्र निश्चयेन भवति पार्थिवपरमाणुः पृथ्वी अस्ति अतः पार्थिवपरमाणुषु अपि गन्धः भवति एव गन्धः इति गुणः निश्चयेन भवति इति अस्ति समीचीनम् अतः तत्र परस्परभिन्नाः तत्र पार्थिवपरमाणवः परस्परभिन्नाः इति अपि वक्तुं शक्नुमः तत्र गन्धस्य आधारेण वा रूपस्य आधारेण अपि तत्र पार्थिवपरमाणवः अपि तत्र जलीयपरमाणवः तत्र अपि परस्परं भिन्नाः इति वक्तुं शक्नुमः यतोहि पार्थिवपरमाणुषु गन्धः इति गुणं वर्तते किन्तु जलीयपरमाणुषु गन्धः इति गुणः न वर्तते इति अस्ति अस्तु समीचीनं धन्यवादः अग्रे विमला भगिनी अग्रे पठितुम् इच्छति वा आं महोदय पठामि कुतः स्मः क्षम्यताम् अधुना पुस्तकत्वम् अस्तु अधुना पुस्तकत्वं घटत्वम् इत्यादिकं किन्तु परमाणुषु न भवति द्रव्यत्वव्याप्यव्याप्यजातिः परमाणुषु न अङ्गीक्रियते द्रव्यत्वव्याप्यं पृथिवीत्वं तद्व्याप्यं भवति घटत्वपटत्वादिकं द्रव्यत्वव्याप्यव्याप्यजातिः घटत्वपटत्वजातिः सा जातिः परमाणुषु न अङ्गीक्रियते अत्र व्यापकभाव तत् आधारीकृत्य उक्तमस्ति इति भाति यथा पुस्तके पुस्तकत्वमिति धर्मः अस्ति घटे घटत्वमिति अस्ति तत् परमाणुषु न बद्धं भवति मया चिन्तितं महोदय अणुत्वमिति अस्माभिः उक्तं खलु परमाणुत्वम् इति अस्ति अस्तु द्रव्यत्व सर्वमपि द्रव्यमिति उक्ते द्रव्यः अस्ति व्यापकः तस्य व्याप्यः अस्ति पृथिवीत्वं पृथिवीत्वस्य व्याप्यः अस्ति घटत्वपटत्वादि पार्थिवपदार्थाः तथा द्रव्यत्वव्याप्यव्याप्यजातिः घटत्व इत्युक्ते परम्परया व्याप्यव्याप्यजातिः इति कृत्वा घटत्वपटत्वजातिः इति वक्तुं शक्यते परन्तु एतावत् तस्य पश्चात् घटत्वपटत्वव्याप्यजातिः परमाणु इति न वक्तुं शक्यते इति अत्र दत्तं महोदय हा हा समीचीनं भगिनि तर्हि तत्र समीचीनं तर्हि तत्र जाति इति वक्तुं न शक्यते नाम जातिः अस्ति किन्तु परमाणुषु तत्र घटत्वम् इति जातिः अस्ति किन्तु घटत्वम् इति जातिः कुत्र वर्तते इत्युक्ते सर्वेषु घटेषु केवलं घटेषु यथा कपालेषु किन्तु अतः एकः घटः अस्ति अतः इति चिन्तयामश्चेत् तर्हि तस्मिन् घटे घटत्वम् अस्ति जातिः अस्ति घटस्य आधारः तत्र पार्थिवपरमाणवः खलु अन्ततो गत्वा पार्थिवपरमाणवः तस्य आधारः, किन्तु किन्तु तेषु पार्थिवपरमाणुषु घटत्वमिति जातिः नास्ति. अस्तु अस्तु इति नाम तर्हि तत्र यत् भवत्या उक्तं तत्र द्रव्यत्वम् इति अस्ति, तस्य व्याप्यव्याप्यव्याप्यजाति इति नास्ति. पृथ्वीत्वं पृथ्वीत्वम् इति चिन्तयामः, पृथ्वीत्वं पश्चात् घटत्वपटत्व इति. तर्हि द्रव्यत्वम् अपि पृथ्वीत्वं कस्य क्षेत्रं बृहत् अस्ति? द्रव्यत्वं तस्य क्षेत्रं बृहत् अस्ति, बृहत् अस्ति. तर्हि तयोः मध्ये यदि व्याप्यव्यापकः भावः अस्ति चेत् किं व्याप्यं किं व्यापकं? द्रव्यत्वं व्यापकः, व्यापकः व्याप्यं. तर्हि द्रव्यत्व द्रव्यत्वव्याप्यं भवति पृथ्वीत्वं, तस्य व्याप्यं. पुनः पृथ्वीत्वम् अपि यदि घटत्वम् इति चिन्तयामः, घटस्य न्यूनदेशवृत्तिः अस्ति पृथ्वीत्वस्य. तर्हि पृथ्वीत्वं व्यापकं भवति, घटत्वं व्याप्यं भवति. घटत्वं व्याप्यं भवति, समीचीनं भगिनि. अतः एव तत्र एकवारं द्रव्यत्व द्रव्यत्वव्याप्य इति पृथ्वीत्वं स्तरः भवति, तदनन्तरं पुनः व्याप्य इति घटत्वम् इति आगच्छति. अतः द्रव्यत्वव्याप्यव्याप्यजातिः परमाणुषु न अङ्गीक्रियते, नाम पृथ्वीत्वजातिः अङ्गीक्रियते. पृथ्वीत्वमिति जातिः पार्थिवपरमाणुषु अस्तु, पार्थिवपरमाणु इति अङ्गीक्रियते अस्तु सन्ति, किन्तु घटत्वमिति न अङ्गीकृत. तस्य न्यूनक्षेत्रस्य जातिः पार्थिवपरमाणुषु न अङ्गीक्रियते. अस्तु, तर्हि तत्र पार्थिवपरमाणु अस्ति चेत् तत्र पृथ्वीत्वमपि अस्ति, द्रव्यत्वमपि अपि अस्ति. सजातिः तर्हि तत्र द्रव्यत्वव्याप्यव्याप्यजातिः न अङ्गीक्रियते परमाणुषु इति अस्ति. समीचीनं. अस्मिन् विषये कोऽपि प्रश्नः? तत्र सर्वे स्मरन्ति खलु व्याप्यव्यापकः भावः, व्याप्य इति तस्य न्यूनदेशवृत्तिः, व्यापकः इति तस्य बृहत् देशवृत्तिः. अस्तु, अधिकदेशवृत्तिः. अत्र द्रव्यत्वं व्यापक अस्ति, पृथ्वीत्वं व्याप्य अस्ति खलु? सत्यं. प्रथम अत्र सत्यं. परन्तु वयं तद् द्रव्यत्वं व्यापकपृथ्वीत्वं किमर्थं न वदामः? तत् क किमर्थं त्यजामः? कुत्र अस्ति व्यापकम् इति? न न, द्रव्यत्वम् इति व्यापकः, पृथ्वी व्याप्य. तर्हि द्रव्यत्वं व्याप्य पृथ्वीत्वं किमर्थं वदामः? तर्हि तत्र पृथ्वीत्वम् इति व्याप्यमस्ति खलु? खलु, केन व्याप्यमस्ति? द्रव्यत्वेन. तर्हि समासं कृत्वा द्रव्यत्वव्याप्यं पृथ्वीत्वम् इति आगतं खलु? द्रव्यत्वं व्याप्यं, तत्र केवलं क इति भेदः अस्ति खलु, व्याप्य तथा व्यापकमध्ये क इति, केवलं क इति भेदः न, क इति एव भेदः. व्याप्यं व्यापकं, सत्यं. नाम तत्र व्याप्यमस्ति इति कृत्वा व्याप्यम् इति पृथ्वीत्वं, केन व्याप्यम् एतत् पृथ्वीत्वं? द्रव्यत्वेन व्याप्यं, द्रव्यत्वेन व्याप्यम्, अतः द्रव्यत्वव्याप्यम् अस्ति पृथ्वीत्वम् एव. तर्हि विपरीतं कथं वदामः अस्मि अत्र एव? पृथ्वीत्वव्यापकः, पृथ्वीत्वव्यापकं द्रव्यत्वं, पृथ्वीत्वव्यापकं द्रव्यत्वं वा तावदेव तत्रैव मम सम्भ्रमः जातः अस्तु अस्तु अस्तु समीचीनं वा इदानीम् आम् आम् नाम केन केन इति आधारेण तत्र समासः भवति तर्हि द्रव्यत्व तेन व्याप्यमस्ति पृथ्वीत्वम् अथ द्रव्यत्वेन व्याप्यं पृथ्वीत्वं द्रव्यत्वेन व्याप्यम् इति पदद्वयस्थले द्रव्यत्वव्याप्यम् इति भवति तत्र अस्य समासस्य अन्य कोऽपि तत्र प्रसिद्ध उदाहरणं कोऽपि स्मरति वा तत्र तृतीया विभक्तिसमासः कोऽपि स्मरति वा तादृशं नास्ति चेत् चिन्ता मास्तु अस्तु तर्हि अग्रे शुभदा भगिनी अग्रे पठति वा आं महोदय किन्तु परमाणुषु रूपाद्यारभ्य अच्छा रूपाद् आरभ्य किन्तु परमाणुषु रूपाद्यारभ्य गुणाः भवन्ति पृथिव्यां ये गुणाः सन्ति ते सर्वे पार्थिवपरमाणुषु अपि भवन्ति नो चेत् द्व्यणुके कथं वा रसः स्यात् त्र्यणुके कथं वा स्यात् अवगुणेन क्षम्यताम् अवयवगुणेन अवयविषु गुणाः क्वचित् पाकवशात् अपि गुणाः भवन्ति केवलं पार्थिवद्रव्ये क्वचित् पाकवशात् अपि गुणाः भवन्ति केवलं पार्थिवद्रव्ये पार्थिवपरिपरमाणुषु गुणाः न नित्याः पाकवशात् उत्पद्यन्ते अपरेषु परमाणुषु गुणाः नित्याः तर्हि परमाणुषु यत् व्याप्यमस्ति तत् न अङ्गीकृतमस्ति इति कृत्वा नाम तत्र जातिः इति केवलं तत्र परमाणुषु जातिः अस्ति चेत् तत्र कीदृशी जातिः इति स्वीक्रियते तत्र द्रव्यत्वं सर्वेषु परमाणुषु अस्ति जातिः अपि तदनन्तरं पृथ्वीत्वम् अस्ति अथवा जलत्वम् अस्ति किन्तु द्वयमपि न भवितुम् अर्हति अपि घटत्वम् इति पृथ्वीत्वम् इति अपेक्षया घटत्वं न्यूनक्षेत्रं तत् जातिः सा जातिः परमाणु नास्ति परमाणु नास्ति नाम तत्र परमाणु अस्माकं पुरतः अस्ति चेत् तत्र परमाणु तं दृष्ट्वा ओ एषः परमाणुः घटस्य अवयवः इति न वक्तुं शक्नुमः केवलं व्यापकं गुणः व्यापकत्वं न जातिः इत्युक्ते जातिः इत्युक्ते तत्र व्यापकम् इत्युक्ते स्थूलम् अस्ति व्याप्य इत्युक्ते तत्र सूक्ष्मम् अस्ति खलु सत्यं हा तत्र केवलं द्रव्यत्वं पृथ्वीत्वं तावदेव तस्मात् अग्रे सूक्ष्मजातिः इति परमाणुषु न भवति परमाणुस्तरे पदार्थे तत्र अस्माकं पुरतः घटः अस्ति पटः अस्ति ओ एषः घटः अस्ति एषः पटः अस्ति इति वक्तुं शक्नुमः किन्तु परमाणुस्तरे घटे अपि केवलं पार्थिवपरमाणवः पटे अपि केवलं पार्थिवपरमाणवः परमाणुस्तरे तत्र न भेदः न दृश्यते घट अवगच्छति वा भगिनि तत्र तर्हि पृथिवी इति पृथिवीत्वम् इति परमाणौ अस्ति खलु हा पृथ्वीत्वम् इति पार्थिवपरमाणुषु अस्ति परन्तु घटपटादित्वं तु नास्ति न्यूनक्षेत्रं घटपटादित्वम् इति घटत्वं घटत्वम् इति जातिः अस्ति किन्तु घटेषु तस्मिन् स्तरे अस्ति घटेषु वर्तते एषा जातिः किन्तु घटस्य आधारः नाम अवयवाः परम्परया चरम अवयवाः पार्थिवपरमाणवः ये सन्ति तेषु तत्र घटत्वम् इति जातिः नास्ति घटत्वं जातिः नास्ति किन्तु परमाणुषु रूपात् आरभ्य गुणाः भवन्ति पृथिव्यां ये गुणाः सन्ति ते सर्वे पार्थिवपरमाणुषु अपि भवन्ति यतोहि वयं दृष्टवन्तः परमाणौ तु पृथिवीत्वं तु अस्ति इति कृत्वा पृथिव्याः ये गुणाः ते गुणाः तस्य अवयविभूतेषु परमाणुषु अपि भवन्ति एव नो चेत् वदतु नो चेत् द्व्यणुके कथं वा रसः स्यात् त्र्यणुके कथं वा स्यात् अवयवगुणेन अवयविषु गुणाः तर्हि अत्र पृथिवीत्वं परमाणौ वर्तते नाम परमाणु इति अवयवी अभवत् अवयवी अस्ति तस्मिन् पृथिवीत्वम् इति अवयवः अस्ति इति क्षम्यतां हा नाम तत्र उदाहरणं स्वीकुर्मः तत्र अवयवगुणेन अवयविषु गुणाः इति तत्र प्रसिद्ध उदाहरणं नाम तत्र घटः अपि कपालः खलु घटः पितस्य अवयवः कपालः घटे रक्तरूपम् अस्ति चेत् नाम क्षम्यतां तत्र कपाले रक्तरूपम् अस्ति चेत् एव तत्र घटे अपि रक्तरूपं भवति खलु नाम यत् रूपं कपाले अस्ति तदेव रूपं घटे अपि भवति अपि वयं दृष्टवन्तः यद्रूपं कपाले अस्ति तद्रूपमेव घटनिष्ठरूपस्य कारणमस्ति असमवायिकारणम् इति यदा चर्चा जाता तत्र एतत् रूपं कपाले रूपम् अस्ति एतत् रूपमेव रक्तरूप घटे घटनिष्ठरूपस्य कारणमस्ति तत्र असमवायिकारणं तस्य द्वैविध्यम् आसीत् कार्येण सह कारणेन सह इति एतत् सर्वम् अस्ति किन्तु इदानीं तद् मास्तु केवलम् एतत् रूपं रक्तरूपं यत् कपाले अस्ति एतत् रूपं घटे यत् रूपम् अस्ति तस्य कारणमस्ति तर्हि तयोः मध्ये कार्यकारणभावः वर्तते अतः यदि रक्तरूपम् अत्र नास्ति अत्र रूपं न भवति घटे रूपं न भवति इति अङ्गीकरोति खलु भगिनि यदि कपाले रक्तरूपं नास्ति तर्हि पृथिवीत्वम् इति तत्तु जातिः अस्ति तत्तु जातिः अस्ति गुणः नास्ति पृथ्वीत्वम् इति जातिः पृथ्वीत्वम् इति जातिः तत्तु सर्वेषु परमाणु पार्थिवपरमाणुषु अस्ति किन्तु तत्र रूपं ये गुणाः सन्ति नाम रूपं रसः स्पर्शः इति गुणाः उपरि लिखितः खलु रूपं रसः गन्धः स्पर्शः ते गुणाः पार्थिवपरमाणुषु सन्ति तत्र कथम् इति इत्युक्ते तत्र वाक्यमस्ति अवयवगुणेन अवयविषु गुणाः नाम अत्र रक्तरूपमस्ति घटे इति कृत्वा कपाले रक्तरूपं भवेत् खलु तर्हि पृथिवी इति अवयवः वा न पृथ्वी इति अवयवः नास्ति तत्र घटे इदानीं तत्र घटे रक्तरूपम् अस्ति इति चिन्तयामश्चेत् कपाले रक्तरूपम् इति आगतं खलु. पुनः कपालस्य अवयवः पश्यामः, कपालिका इति अस्ति. कपालिके कपालिकायां किं रूपं भवति चेत् पुनः रक्तरूपमेव भवति खलु. यतोहि कपालिकायां कृष्णरूपम् आसीत् चेत् कपाले रक्तरूपं न भवति खलु. समीचीनं वा? आम् आं महोदय. परन्तु मम कपालस्य तत्र आगच्छामि आगच्छामि नाम तत्र कथं वा वयं जानीमः परमाणुषु रूपम् अस्ति इत्युक्ते तत्र परमाणवः चरम अवयवाः सन्ति. नाम परमाणु इति तत्र घटस्य चरम अवयवाः स्वीकुर्मश्चेत् तत्र तेषु तत्र रूपम् इति गुणः भवति. यतोहि यद् रूपं तत्र रक्तरूपं यद् अस्ति घटे तद्रूपं तत्र रूपम् इति गुणः तत्र परमाणुषु अपि भवति. यतोहि तत्र कपाले यद् रूपं घटे अस्ति तद्रूपं कपाले भवति, पुनः कपाले यद् रूपम् अस्ति तद्रूपं कपालिकायां भवति इति कृत्वा तत्र अवयवगुणेन अवयवेषु गुणाः इति. तर्हि परमाणवः चरम अवयवाः भवन्ति. भगिनी पुनः प्रश्नः? न अवगतं महोदय. केवलं परमाणु अस्ति चेत् तत्र वदतु भगिनि. वाक्यद्वयमस्ति खलु, पृथिव्यां ये गुणाः सन्ति ते सर्वे पार्थिवपरिपरमाणुषु अपि भवन्ति इति एतत् वाक्यम् एकं वाक्यं. तदनन्तरम् अवयवगुणेन अवयविषु गुणाः, तर्हि तत्र तुलना भवति चेत् कम्पेरिसन् भवति चेत् तत्र पृथिव्यां ये गुणाः ते पार्थिवपरमाणुषु, अत्र अवयवे ये गुणाः ते अवयविषु इति तुलना कुर्मः चेत् पृथिवी इति अवयवः भवति इति मम मनसि. न न न क्षम्यतां भगिनि, तत्र पृथिवी इति अवयवी भवति. अवयवी भवति यतोहि पृथिवी यत् पृथिवी नाम कोऽपि पार्थिवपदार्थः खलु, घटः पटादिकं पुस्तकम् एतत् सर्वं पार्थिवपदार्थ. पृथ्वी इत्युक्ते घटः पटः वा पुस्तकं वा हस्तः वा एतत् सर्वं पार्थिवपदार्थः खलु पृथ्वी इत्युक्ते. तर्हि तर्हि पृथ्वी इति अस्ति चेत् सा पृथ्वी अवयवी भवति, अवयविनी भवति. यतोहि तस्याः अवयवाः सन्ति. अवयवाः के इत्युक्ते परमाणवः. कीदृशपरमाणवः? पार्थिवपरमाणवः. अस्तु अवगतं महोदय. अतः पृथिव्यां गुणाः सन्ति इति कृत्वा अवयव तत्र तत्र ओ अहं भवती सम्यक्तया उक्तम्. अस्तु अस्तु एकनिमिष चिन्तयामि. यतोहि अवयवगुणेन अवयविषु समीचीनमेव. अवयवगुणेन अवयविषु गुणः समीचीनमेव. तर्हि अवयवी अस्ति तत्र पृथिवी, अवयवः अस्ति परमाणवः. तत्र अवयवे गुणः नास्ति चेत् अवयविनि कथं गुणः भवति इति. अस्तु. किन्तु अवयवी अवयविनि गुणः अस्ति, अतः अवयवे अपि गुणः भवेत्. अत्र किं साधितुम् इच्छामः? परमाणुषु अपि तत्र गुणाः सन्ति इति खलु. परमाणुषु गुणाः सन्ति तेन कारणेन एव पृथिवी न इति साधितुम् इच्छामः, इति साधितुम् इच्छामः तत् यतोहि तत्र गुणः अस्ति इति दृष्ट्वा न वक्तुं शक्नुमः. किन्तु घटे रूपम् इति गुणः अस्ति, तर्हि कपाले अपि रूपम् इति गुणः अस्ति, तर्हि कपालिकायामपि रूपम् इति गुणः अस्ति इति कृत्वा अवयवगुणेन अवयवे गुणः भवेत् यदि अवयवी गुणः अपि अस्ति. तर्हि यतोहि तत्र कार्यकारणभावः अस्ति, कार्यं दृष्ट्वा कारणम् अस्ति इति. तत्र नाम अवयवगुणेन अवयवेषु गुणः तत्र किमर्थं भ्रमः इत्युक्ते तत्र अत्र अवयवः अवयवी घटः अवयवी अत्र रक्तरूपमेव कारणमस्ति, कपालनिष्ठरक्तरूपमेव घटनिष्ठरक्तरूपं प्रति कारणमस्ति. अतः एतत् प्रथमतया अभवत्, तदनन्तरमेव एतस्य उत्पत्तिः भवति. किन्तु यत् यदि वयं जानीमः अत्र रक्तरूपमस्ति इति जानीमः, तदा वयम् अवगच्छामः तत्र कपाले अपि रक्तरूपं भवेत् तथैव. तथैव कपाले रक्तरूपमस्ति चेत् कपालिकायामपि रक्तरूपं भवेत् भवेत्. अतः तत्र अवयवी गुणः अस्ति इति कृत्वा अवयवे गुणः सः एव गुणः भवेत्. यतोहि अवयवी गुणः यद् यः अस्ति तस्य कारणम् अस्ति अवयवगुणः. अतः पृथिव्यां ये गुणाः सन्ति नाम अवयविगुणे अवयवी अवयविनः गुणः गुणाः तेषां कारणम् अस्ति अवयविनः खलु अवयविनः षष्टि अस्तु अस्तु चिन्ता मास्तु. तेषां तत्र तेषां गुणानां कारणं तत्र अवयवगुणाः इति. परन्तु अवयवगुणाः अवयवगुणानां तु केवलम् अनुमानं कर्तुं शक्नुमः. कार्यं कार्यं दृष्ट्वा नाम पृथिव्याः गुणान् दृष्ट्वा परमाणोः गुणान् गुणानाम् अनुमानं कर्तुं शक्नुमः इति अस्ति इति एव अस्तु. क्वचित् पाकवशात् अपि गुणाः भवन्ति केवलं पार्थिवद्रव्ये, केऽपि गुणाः मूलभूताः तत्र सन्ति, परन्तु केचन गुणाः तु कापि प्रक्रिया भूत्वा एव तत्र आगच्छन्ति. नाम तत्र पाकवशात् नाम तत्र फलमस्ति आम्रफलं, तत्र हरितरूपम् आदौ भवति, तदनन्तरं पाकवशात् फलं यदा भवति तत्र पीतरूपं भवति खलु. पीतरूपं भवति अतः तत्र अतः तत्र पाकवशात् नाम तेजसः संयोगेन तत्र रूपपरिवर्तनं जातं खलु. अतः तत्र किम् उक्तं, तत्र पाकवशात् गुणः तत्र नूतन तत्र हरितरूपस्य नाशः भवति, पीतरूपस्य उत्पत्तिः भवति. तर्हि रूपम् अत्र तत्र एतादृशं कुत्र भवति, केवलं पार्थिवद्रव्येषु एव तत्र पार्थिवपरमाणुषु एव एतादृशं परिवर्तनं भवति पार्थिवद्रव्येषु एतादृशं भवति. अतः तत्र किम् अस्ति, पार्थिवपरमाणुषु गुणाः न नित्याः पाकवशात् उत्पद्यन्ते उत्पद्यन्ते तर्हि पाकवशात् तत्र रूपपरिवर्तनं भवितुम् अर्हति पार्थिवपरमाणुषु किन्तु अपरेषु परमाणुषु गुणाः नित्याः नाम तत्र परमाणवः नित्यपदार्थः इति न्यायशास्त्रे खलु तर्हि तेषु ये गुणाः सन्ति ते अपि नित्याः भवेयुः तत् सामान्यतया सत्यं किन्तु पार्थिवपरमाणुषु तत्र नित्यगुणः नित्यः इति न वक्तुं शक्नुमः यतोहि तत्र रूपस्य परिवर्तनं तु भवति इति अस्ति अतः तत्र एतावत् तत्र अस्माकं मनसि तत्र संयोगः इति विषये बहु किमपि अवगतम् इदानीम् अग्रे तत्र विद्याधरी पुस्तके यः विषयः उद्घाटितः तत्र गच्छामः किन्तु एतावत् कोऽपि प्रश्नः करपत्रस्य विषये यतो हि करपत्रं समाप्तम् इदानीं हा तर्हि तत्र तत्र हस्तपुस्तकयोः संयोगः जायते यतोहि तत्र केवलम् एकवारं लिखामः यतोहि तत्र हस्तपुस्तकयोः संयोगः जायते यतोहि मूलप्रश्नः तदेव अस्ति नाम संयोगः कुत्र भवति तर्हि तत्र हस्तः अस्ति पुस्तकमस्ति एतस्य आश्रयः एतस्य आश्रयः भिन्नौ तत्र आश्रय पृथक् आश्रयौ इति अस्ति किन्तु यदि वयं घटः अपि कपालः स्वीकुर्मः तत्र एतस्य आश्रयः भिन्नः एतस्य आश्रयः भिन्नः इति कृत्वा तत्र संयोगः भवितुम् अर्हति इति चिन्तनं किन्तु तत्र परम्परया वयं किम् उक्तवन्तः एतस्य आश्रयः कपालिका घटस्य आश्रयः अपि कपालिका यतोहि घटस्य साक्षात् आश्रयः कपालः कपालस्य आश्रयः कपालिका कपालिकां विना घटः न भवितुम् अर्हति अतः कपालिका इति अपि आश्रयः भवति घटस्य किन्तु परम्परया तर्हि अत्र आश्रयसमानं साम आगतं समान आश्रयः इति कृत्वा तयोः मध्ये संयोगः न कदापि भवितुम् अर्हति अत्र कपालः घटस्य अवयवः इति अस्ति अतः तत्र प्रश्नः आसीत् अत्रापि आश्रयः भिन्नः इति स्वीकुर्मः आश्रयः अत्रापि आश्रयः नाम आश्रय नाम हस्तः इति अवयवः अस्ति तस्य अवयवान् स्वीकृत्य अत्र अवयवान् अत्र लिखामः पुस्तकस्य अवयवान् नाम पृष्ठानि इति स्वीकृत्य पृष्ठानि इति स्थापयामः तत्र समानं नास्ति किन्तु पुनः तस्य अवयवाः अवयवः इति यदि गच्छामः तर्हि चरम अवयवाः किं भवन्ति तत्र परमाणवः अत्रापि परमाणवः अपि पार्थिवपरमाणवः पार्थिवपरमाणवः तर्हि तत्र समानमस्ति खलु इति प्रश्नः आसीत् अहम् अत्रापि पार्थिवपरमाणवः किन्तु अत्रापि पार्थिवपरमाणवः किन्तु एतैः हस्तः निर्मितः तस्मिन्नेव समये एतैः पुस्तकम् एतैः पुस्तकं न निर्मितम् इति कृत्वा तत्र समान आश्रयः नास्ति इति वयं चर्चितवन्तः अतः एव तत्र हस्तपुस्तकयोः मध्ये संयोगः जायते तदनन्तरं पार्थिवपरमाणवः नाम पृथ्वीत्वम् इति जातिः तेषु वर्तते अपि परमाणुषु के के गुणाः वर्तन्ते, अपि कः गुणः नित्यः कः गुणः न नित्यः इति एतावत् वयं चर्चितवन्तः. अस्तु, एतावत् कोऽपि प्रश्नः? अग्रे सरामः तर्हि. अस्तु, तर्हि अग्रे तत्र विद्याधर्यं तत्र अस्माकं पृथक्त्वम् अपि तत्र अपि तत्र भेदः नाम घटः पटः न इति तत्र पृथक्त्वम् इति तस्य चित्रम् अत्र अस्ति. नाम पृथक्त्व इत्यादि व्यवहारहेतुः पृथक्त्वं, व्यवहारः नाम ज्ञानजनकशब्दप्रयोगः. पृथक्त्वव्यवहारहेतुः, व्यवहार इति ज्ञानजनकशब्दप्रयोगः, तस्य शब्दप्रयोगस्य कारणं पृथक्त्वम् इति गुणः. कीदृशं ज्ञानं? पृथक्त्वम् इति अस्ति. अस्तु, तत्र एतत् सर्वं वयं विद्याधर्यं दृष्टवन्तः. अत्र वेदस्य पृथक्त्वस्य च को विशेषः, नाम विशिष्टं किमस्ति, वैलक्षण्यं किम् अस्ति इति अग्रे. तर्हि तत्र शोभा भगिनी अत्र पठति वा? आं महोदय. अस्तु, वेदस्य पृथक्त्वस्य च को विशेषः, अत्रेदं वक्तव्यं घटः पटो न घटः पटात् भिन्नः इत्यादि प्रत्ययाः अन्योन्याभावं तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकाभावरूपं साधयन्ति इति उक्तं. तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः, अतः सः सर्वपदार्थवृत्तिः. रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. तथैव उत्क्षेपणं न पटः, घटत्वं पटत्वात् भिन्नम्, एतद्विशेषः तद्विशेषात् भिन्नः, एतद्विशेषः तद्विशेषात् भिन्नः. समवायः न संयोगः, घटाभावो न पटाभावः इत्यादि प्रत्ययैः च क्रियादिनिष्ठत्वमपि सिद्ध्यति. तथा च भेदः अन्योन्याभावः सर्वत्र वर्तते. तर्हि तत्र इदानीं भेदस्य पृथक्त्वस्य च कः विशेषः इति अस्माकं विषयः अस्ति. तत्र घटः पटः न अथवा घटः पटात् भिन्नः इति इत्यादिषु प्रत्ययेषु अन्योन्य अभावः इति स्वीकरणीयं भवति. अन्योन्यभावम् अपि च तादात्म्यसम्बन्ध नाम अन्योन्य अभावः अस्ति खलु, नाम घटः पटः न इति अन्योन्य अभावः अस्ति. तर्हि तत्र अभावः कीदृशः इति नाम घटः पटः न तत्र अन्योन्य अभावः. तर्हि तत्र अभावः इति वदामश्चेत् तत्र अनियोगिता अपि प्रतियोगिता अस्ति खलु. नाम यदि वयं तत्र पुस्तकस्य अभावः, अत्र अस्माकं पुरतः भूतलम् अस्ति तत्र, अथवा उत्पीठिका अस्ति, उत्पीठिकायां पुस्तकं नास्ति, तर्हि पुस्तकस्य अत्यन्त अभावः तत्र खलु. तत्र अभावः अस्ति, पुस्तकस्य आनयनेन एषः अभावः नश्यति. तर्हि तत्र प्रतियोगी कः अस्ति? तत्र पुस्तकमेव प्रतियोगी अस्ति. पुस्तकमेव प्रतियोगी, अभावः इति अनियोगी. पुस्तके प्रतियोगिता अस्ति, पुस्तक अभावे अभावे अनियोगिता अस्ति खलु. अस्ति, इदानीं घटः पटः न, तर्हि तत्र अन्योन्य अभावः अस्ति. तर्हि अन्योन्य अभावः यः अस्ति तस्य प्रतियोगी कः अत्र? तत्र घटः पटः न इति उक्तत्वात् प्रतियोगी पटः पटः यतोहि घटः पटः न इति विषयः तत्र घटः न इत्युक्ते पटः भवति चेदेव तत्र अभावः तर्हि समीचीनं भगिनि तर्हि नश्यति इति न इदानीं तत्र इदानीम् अन्योन्यभावः अत्यन्त अभावः नास्ति अतः तत्र अभावः किञ्चित् भिन्नः किन्तु प्रतियोगी अत्र अस्ति पटः पटः तर्हि एषः अभावः कुत्र वर्तते इत्युक्ते एषः तत्र अन्योन्य अभावः कुत्र वर्तते घटे अन्योन्य पटस्य अन्योन्य अभावः घटे वर्तते अपि इदानीं घटः केवलं पटः अस्ति पटस्य अन्योन्य अभावः कुत्र वर्तते इति प्रश्नः अस्ति चेत् तत्र अन्योन्य अभावः घट पटस्य अन्योन्य अभावः पटस्य अन्योन्य अभावः कुत्र कुत्र वर्तते इत्युक्ते सर्वत्र पटं विहाय सर्वत्र वर्तते पटं विहाय सर्वत्र पुस्तके वर्तते उत्पीठिकायां वर्तते तर्हि यत्किमपि अत्र पटः अस्ति पटस्य अन्योन्याभावः अन्येषु सर्वेषु पदार्थेषु वर्तते घटे अपि वर्तते एषः अभावः इति अतः अन्योन्य अभावः अपि तत्र अन्योन्याभावः अपि तत्र अत्यन्त अभावः तत्र भेदः कथं ज्ञातुं शक्नुमः इत्युक्ते तत्र वयं पूर्वं पठितवन्तः तत्र अभावः अभावस्य भेदः तत्र कथं ज्ञातुं शक्नुं तत्र अवच्छेदकः कः तत्र सम्बन्धः एव अवच्छेदकः तत्र अन्योन्य अभावस्थले तादात्म्यसम्बन्धः एव अवच्छेदकः इति वयं पठितवन्तः इत्युक्ते तत्र अत्यन्त अभावस्य विषये तत्र संयोगः वा समवायः भवितुमर्हति अत्यन्त अभावस्य स्थले किन्तु तत्र अन्योन्य अभावः तत्र अवच्छेदकः सम्बन्धः आसीत् तत्र तादात्म्यसम्बन्धः इति तत्र किञ्चित् चर्चा जाता किन्तु इदानीं तस्य विषयः मास्तु इदानीं यतोहि किमर्थं तत्र तादात्म्यसम्बन्धः इति आसीत् इति इदानीं मास्तु किन्तु तादात्म्यसम्बन्धः एव तत्र अवच्छेदकः सम्बन्धः आसीत् तत्र अतः एव अग्रे पठतु भगिनि अन्योन्य अभावं तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता का अभावरूपं साधयन्ति इति उक्तम् अस्तु तर्हि इत्यादि घटपटभिन्नः इत्यादि प्रत्ययः अथवा घटपटो न इति अन्योन्य अभावम् इति ज्ञातवन्तः अन्योन्य अभावं तादात्म्यसम्बन्ध अवच्छिन्न इत्युक्ते तादात्म्यसम्बन्धेन अवच्छिन्न प्रतियोगिता का अभावरूपं साधयन्ति इति अस्तु तर्हि तत्र अस्तु तर्हि अत्र किञ्चित् वदामः तर्हि भगिनि तत्र स्पष्टीकरणम् आवश्यकम् इति मन्ये तर्हि तत्र प्रत्ययाः साधयन्ति नाम घटः पटः न इति प्रत्ययः किं साधयति अन्योन्य अभावं साधयति अन्योन्य अभावं साधयन्ति तर्हि अन्योन्य अभावं नाम किम् अभावः एव अभावरूपं साधयन्ति. नाम अन्योन्य अभावम् इत्युक्ते तत् अभावरूपमेव. रूपम् इति अत्र गुणः नास्ति, अभावम् इति, अभावम् इति अस्ति, तदेव साधयन्ति. अभावरूपं कार्यं साधयन्ति. अन्योन्य अभावः कीदृशः? अन्योन्य अभावस्य प्रतियोगी अस्ति खलु? तर्हि तत्र अभावः अस्ति, अभावः अस्ति चेत् तत्र प्रतियोगिता प्रतियोगी अपि अस्ति. प्रतियोगिका अभावः नाम एतेन प्रतियोगिना निरूपित अभावः. तर्हि प्रतियोगिका अभावः, सः प्रतियोगी कीदृशः इत्युक्ते तादात्म्यसम्बन्धावचिन्न प्रतियोगी. तर्हि तत्र प्रतियोगी अस्ति पटः, तर्हि तत्र किं भवति इत्युक्ते पटः स्वस्मिन् स्वस्मिन्नेव, यतोहि तत्र घटः पटः न इति वदामः, तत्र पटस्य आनयनेन अन्योन्य अभावः न नश्यति खलु? सत्यम्. यतोहि तत्र पटस्य आनयनेन घटः पटः न भवति, घटः घटः एव भवति, पटः पटः एव अस्ति. तर्हि घटे पटस्य अन्योन्य अभावः अस्ति अस्ति, किन्तु पटस्य आनयनेन एषः न नश्यति, पटः तु प्रतियोगी एव. तर्हि तत्र प्रतियोगी तत्र पटः स्वस्मिन् स्थित्वा नाम तत्र अत्यन्त अभावस्थले तत्र कदा तत्र घटस्य तत्र पुस्तकम् उत्पीठिकायाम् आगच्छति चेत् तत्र संयोगेन भवति, संयोगः इति गुणः भवति, यतोहि पुस्तकम् उत्पीठिकायाम् अस्ति चेत् तत्र संयोगः एव सम्बन्धः भवति. तत्र संयोगसम्बन्ध अवच्छिन्न अत्यन्त अभावः इति वदामः. अत्र किं भवति, तत्र प्रतियोगी इति दृष्ट्वा तत्र बहु किमपि पूर्वम् अस्माभिः दृष्टम्, इदानीं तत्र पटः पटे तादात्म्यसम्बन्धेन अस्ति इति, तत्र अतः एव तत्र तादात्म्यसम्बन्धः इति आगच्छति. तादात्म्यसम्बन्धः केवलम् अन्योन्य अभावे आगच्छति, अत्यन्त अभावः अथवा अन्यत् अभावः तत्र किमासीत् तत्र अभाव अभावस्य चतुर्विध्यम् आसीत् खलु, नाम किं किं तत्र अत्यन्त अभावः, प्रागभावः, अत्यन्त अभावः, अन्योन्य अभावः इति. अतः तत्र अन्येषु अभावेषु तादात्म्यसम्बन्धः न आगच्छति, केवलम् अन्योन्य अभावे एव आगच्छति. अतः तत्र तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता का अभावरूपं साधयन्ति इति लिखितं. नाम अन्योन्य अभावस्य विवरणं तत्र तावदेव. तत्र यदि एतत् पुटं पश्यामः तत्र विवरणम् अस्ति, किन्तु इदानीं मास्तु. अस्तु तर्हि. कथं तत्र एते घटः पटः न, घटः पटात् भिन्नः इति प्रत्ययः साधिताः इत्युक्ते साधयन्ति नाम अन्योन्य अभावं साधयन्ति इति, अन्योन्य अभावं साधयन्ति इति इदानीं तावत् पर्याप्तम् इति चिन्तयामः. तत्र घटः पटः न इत्युक्ते तत्र पटस्य अन्योन्य अभावः घटे वर्तते. अग्रे तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः. तैः ज्ञानिः इत्युक्ते तत्र तैः प्रत्ययः नाम प्रत्ययः नाम घटः पटः न इति तत्र ज्ञानस्य आकृतिः इति एव खलु महोदय प्रत्ययः इत्युक्ते ज्ञानमेव प्रत्ययः नाम ज्ञानम् ईदृशं ज्ञानं घटः पटः न इति इत्युक्ते तत्र तैः ज्ञानः इत्यस्य अन्वयः तत्र भवति प्रत्ययः इति प्रत्ययः हा तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः इत्युक्ते तत्र पुनः अन्योन्य अभावस्य एव नाम तत्र ज्ञाने तत्र ज्ञानेन किं सिद्ध्यति इत्युक्ते कः पदार्थः सिद्ध्यति अभावरूपपदार्थः एव सिद्ध्यति अभावः एव सिद्ध्यति तदेव अवगच्छामः अस्तु नाम एषः घटः इति ज्ञानेन घटस्य ज्ञानम् इति एषः घटः इति प्रत्ययेन घटस्य ज्ञानं भवति घटः तत्र घटवत् भूतलम् इति ज्ञानेन इति प्रत्ययेन वयम् अवगच्छामः अस्तु तत्र घटः अस्ति भूतलम् अस्ति घटः भूतले संयोगसम्बन्धेन वर्तते घटः आदेयः भूतलम् अधिकरणम् एतत् सर्वम् अवगच्छामः किन्तु अत्र घटः पटः न इत्यनेन वयम् अवगच्छामः अस्तु घटे पटस्य अन्योन्य अभावः वर्तते खलु वाक्ययोः समानवाक्यं समानवाक्यं समानवाक्ये तेन कीदृशं ज्ञानम् उत्पन्नं इति चेत् तत्र अभावः इति पदार्थः तैः ज्ञानैः पदार्थः अस्ति इति ज्ञानम् उद्भवति इति भवति तत्र नाम घटः पटः न इत्यनेन वयं किम् अवगच्छामः घटः अस्ति घटे तत्र अन्योन्य अभावः अपि अस्ति इति अपि जानीमः अस्य अभावस्य प्रतियोगी अस्ति पटः तर्हि एषः अन्योन्य अभावः घटे वर्तते इति अवगतं खलु घटः पटः न इत्युक्ते घटे एषः अभावः अस्ति वर्तते एषः अभावः आदेयः घटः इति अधिकरणम् तर्हि एषः अभावः घटे वर्तते वर्तते अतः सः सर्वपदार्थवृत्तिः इत्युक्ते एषः अभावः तत्र सर्वेषु पदार्थेषु वर्तते इति एव नाम केवलम् एषः अभावः नाम तत्र पटस्य अन्योन्य अभावः इति नास्ति किन्तु अभावः इति पदार्थः सर्वपदार्थ अन्योन्य अभावः इति पदार्थः सर्वपदार्थवृत्तिः सर्वेषु अन्योन्य अभावः वर्तते तथा सर्वत्र अपि वर्तते हा नाम तत्र सर्वत्र वर्तते इति हा पटं विहाय सर्वत्र वर्तते हा तर्हि द्रव्येषु वर्तते सर्व द्रव्येषु वर्तते अन्यस्मिन् अपि वर्तते इति उक्तत्वात् किं स्वीकरणीयं तत्र द्रव्येषु एव खलु सर्वपदार्थवृत्तिः इति नाम अत्र घटे नाम घटः पटः न इत्यनेन पटस्य अन्योन्याभावः घटे नास्ति अपि पुस्तके नास्ति इति कृत्वा द्रव्येषु नास्ति हा इत्युक्ते तत्र पदार्थः इति अभावः इति पदार्थः अग्रे तत्र सर्वपदार्थः अपि पदार्थः इति अस्ति द्रव्यमपि अस्ति द्रव्यमपि पदार्थः भिन्नं खलु समीचीनं भगिनि हा अतः तत्र एतावत् तत्र अतः सः सर्वपदार्थवृत्तिः एतावत् वयं किम् अवगच्छामः अभावः इति सर्वपदार्थवृत्तिः एतावत् वयं घटः पटः न इत्यनेन वयं जानीमः पटस्य अन्योन्याभावः तत्र घटे वर्तते द्रव्येषु वर्तते इति किन्तु अग्रे तत्र अग्रे दत्तमस्ति अग्रे वाक्यं रूपं रूपं न घटः इति प्रत्ययेन हि अथवा रूपं अथवा रूपं न पटः इति चिन्तयतु रूपं न पटः इति वा रूपं इदानीं पटः इति चिन्तयामः तर्हि पटस्य अन्योन्याभावः रूपे अपि अस्ति खलु इदानीं रूपे अपि अस्ति इदानीं हा रूपं न पटः इति स्वीकुर्मः चेत् इदानीं रूपम् अपि च पटः इति भिन्नपदार्थाः भवन्ति तर्हि इति पटस्य अन्योन्याभावः इति प्रत्ययेन पटस्य अन्योन्याभावः रूपे अपि अस्ति रूपे अपि वर्तते तर्हि पटस्य अन्योन्याभावः गुणेषु अपि वर्तते गुणेषु अपि वर्तते पूर्वं द्रव्येषु आसीत् इदानीं गुणेषु अपि अस्ति इति प्रत्ययेन हि घटभेद अथवा तत्र पटभेदस्य रूपवृत्तित्वं सिद्ध्यति रूपवृत्तित्वं रूपे अपि एषः अन्योन्याभावः अस्ति इति सिद्ध्यति समीचीनं भेदस्य इदानीम् अग्रे अन्यत् अस्तु महोदय धन्यवादः न तावदेव अतः इत्य तत्र घटभेदस्य रूपवृत्तित्वम् इति अस्ति अथवा वयं पटभेदस्य अत्र घटः इति घटस्य घटः इति स्थाने पटम् इति स्थापितवन्तः अतः एव नाम तत्र पूर्वं तत्र प्रतियोगी पटः आसीत् तदनन्तरं यदि वयं वदामः रूपं न घटः तत्र भ्रमः भवति यतोहि इदानीं घटः इति प्रतियोगीरूपेण स्वीकृतं खलु न अवगतं तत्र अतः तत्र इत्युक्ते रूपवृत्तित्वम् इत्यस्य अन्वयः घटभेदस्य कृते अस्ति घटभेदः रूपवृत्तित्वं घटभेदः घटस्य अन्योन्याभावः रूपे अपि अस्ति तर्हि अन्योन्याभावः गुणेषु अपि भवति अस्तु अग्रे तत्र नरसिंहग्रे महोदय अथवा क्षम्यतां तत्र चन्द्रमती भगिनी भवती उक्तवती भवती वदतु पठामि अनन्तरं पठामि अस्तु अस्तु अस्तु अस्तु नरसिंह महोदय खडः खडः इति प्रत्ययनेन तदारभ्य वा रूपं न घटः इति प्रत्ययनेन हि खडभेदस्य रूपवृत्तित्वं सिद्ध्यति तथैव उत्क्षेपणं न खड् पडः खडत्वं पडत्वात् भिन्नम् एतद्विशेषः तद्विशेषात् भिन्नः समवायः न संयोगः तर्हि तत्र एकमेव उदाहरणं स्वीकरोतु उत्क्षेपणं न पटः उत्क्षेपणं न पटः तत्र अत्र विषयः अन्योन्याभावः इति सत्यं वा उत्क्षेपणं न पटः तथैव उत्क्षेपणं न पटः तत्र तेन वाक्येन भवती किम् अवगच्छति तत्र घटः पटः न इति वाक्येन भवती किम् अवगच्छति खडः पटात् भिन्नः तर्हि पटस्य अन्योन्याभावः कुत्र अस्ति पटे वर्तते न न पटस्य अन्योन्याभावः पटस्य अन्योन्याभावः कुत्र खडे पटस्य अन्येन अभावः खडे वर्तते घटे वर्तते इति अवगच्छामः. तर्हि इदानीम् उत्क्षेपणं पटः न इत्यनेन वयं किम् अवगच्छामः? उत्क्षेपणम् इति अहम् इदानीम् उत्क्षेपणं क्रिया अस्ति, क्रिया अस्ति उत्क्षेपणं क्रिया. कन्दुकम् उत्क्षेपणम् इति कन्दुकं तत्र कन्दुकस्य उत्क्षेपणं कुर्मः उपरि उपरि हा उत्क्षेपणम् इति क्रिया तावत् कर्म. उत्क्षेपणम् इति एकः गुणः अस्ति, पटः इति द्रव्यम् अस्ति. न न उत्क्षेपणम् इति गुणः नास्ति, उत्क्षेपणम् इति क्रिया अस्ति, कर्म अस्ति. क्रिया अस्ति पड उत्क्षेपणं न पडः भिन्नः अस्ति, उत्क्षेपणात् पडात् भिन्नः अस्ति. तर्हि पटस्य अन्योन्यभावः कुत्र उत्क्षेपणे वर्तते? उत्क्षेपणे उत्क्षेपणे वर्तते. तर्हि तेन वयं किम् अवगच्छामः? पटस्य तत्र पटनिरूपित अन्योन्यभावः क्रियायामपि उत्क्षेपणे नाम क्रियायामपि वर्तते खलु. पूर्वं द्रव्ये इति दृष्टम् गुणे क्रियायाम् अपि भिन्न. इदानीं क्रियायामपि अस्ति, क्रियायामपि अस्ति इदानीं तत्र क्रियायाम अपि अस्ति. इदानीं तत्र उदाहरणं भवती वदतु, तत्र पटस्य अन्योन्यभावः तत्र पुस्तके अन्योन्यभावः अन्यो पटस्य अन्योन्यभावः यथा तत्र घटः पटः न इति तत्र पटस्य अन्योन्यभावः इति आसीत् सः अन्योन्यभावः पटस्य अन्योन्यभावः तत्र तत्र जात्यां वर्तते वा? जात्याम् अपि वर्तते इति उदाहरणं वर्तते का कामपि जातिं स्वीकृत्य वाक्यं वदतु. जाति जाति इति द्रव्यमिति जाति अस्ति, गुणः इति द्रव्यमिति जातिः नास्ति. द्रव्यमिति भिन्नं, जातिः इति भिन्नं खलु. जातिः इति सामान्यम् जातेः तत्र जातिः तस्य उदाहरणं किमपि वदतु. जातिः उदाहरणम् एकम् उदाहरणं न जातिः पटः इति द्रव्यं साक्षात् द्रव्यं पटे का जातिः वर्तते अथवा अन्यत् अन्य कोऽपि जातिः वदतु. पटं त्यजतु तत्र पार्थिवद्रव्य न जातिः इति एकम् एकम् उदाहरणं वदतु. पार्थिवद्रव्यम् इति जातिः न भवति वा? पृथ्वीत्वम् इति जातिः, द्रव्यमिति भिन्नमस्ति, जातिः इति भिन्नमस्ति. पृथ्वीत्वं पुस्तकत्वम् इति जातिः, घटत्वम् इति जातिः. तर्हि तत्र जातिः पृथ्वीत्वं पटः अस्ति वा? पृथ्वीत्वम् अपि पटः समानं वा? पृथ्वीत्वम् अपि पटः समानं वा? हा तर्हि पृथ्वीत्वं पटः न इत्यनेन वयं किम् अवगच्छामः? तत्र अन्योन्यभावः पटस्य अन्योन्यभावः पृथ्वीत्वम् इति जातिः अस्ति तत्रापि तस्यामपि वर्तते इति. यतोहि सर्वपदार्थवृत्तिः इति उक्तं, तस्य तस्य प्रदर्शनं अत्र दत्तमस्ति. अस्तु तर्हि तत्र अग्रिमे वर्गे पठामः. तर्हि तत्र इदानीं समयोऽपि जातः, अत्र विरमामः. किन्तु समीचीनमस्ति. इदानीं तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये किं वैलक्षण्यं वर्तते न वा इति प्रश्ने भेदः इति तस्य विषये अन्योन्यभावः, भेदः इत्युक्ते अन्योन्यभावः, तर्हि तस्य विवरणम् अत्र दत्तम्. एतत् पूर्वं पठितवन्तः किन्तु पुनः पठित्वा, यतोहि इदानीं तत्र करपत्रस्य अपि पठनं कृतवन्तः, इदानीं सम्यक्तया अवगन्तुं शक्नुमः. अस्तु तर्हि अग्रिमे वर्गे मिलामः. धन्यवादाः, नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः महोदय.